नमस्कारः. पाणिनीयव्याकरणवर्गे आर्धधातुकप्रकरणे तव्यत् तुमुन्त्रिच् इति पाठः अनुवर्तते. अन्तिमभागे स्मः. तत्र अचः परस्मिन् यस्य हलः इत्यस्मिन् विषये जातः. तत्र अचः परस्मिन् इति आगतं. किमर्थम्? अस्तु, तत्र यङ् प्रत्ययात् पूर्वं यः वर्णः सः हल् वर्णः चेत् तव्यत् तुमुन् त्रिजन्तरूपं कथं भवति इति तत्र एव प्रश्नः आसीत्. यस्य हलः इति सूत्रं दृष्टवन्तः. हल् उत्तर या शब्दलोपः भवति आर्धधातुकप्रत्यये परे इति सूत्रार्थः. तत्र उदाहरणानि अपि प्रदर्शितानि. भ्राभ्रश्य योगः इतव्य यस्य हलः इत्यनेन य हल् उत्तर शकारः हल् वर्णः तस्य उत्तरयकारस्य य शब्दस्य लोपः भवति आर्धधातुकप्रत्यये परे. भाभ्रश् योगः इतव्य भाभ्रशितव्य इति. तत्र कुत्र प्रश्नः आगतम्? यथा वयं लेलिख्य योगः ईतव्य इतुम् इतृ इति कुर्मः, तत्र हल् उत्तर य शब्दस्य यदा लोपः भवति तस्मात् अनन्तरं पुगन्तलघुपदस्य इत्यनेन लघु इक् वर्णस्य गुणप्रसक्तिः भवति स्म, तस्य कथं निवारणम् इति. तत्र एव अचः परस्मिन् पूर्वविधौ इति सूत्रं दृष्टवन्तः. परनिमित्तकः अजादेशः स्थानिवत् भवति. इदानीं यत् य शब्दः उपादायां लघु य शब्दः इत्यस्य यत् लोपः जातः तस्मात् अनन्तरं पुगन्तलघुपदस्य इत्यनेन यत् गुणः जायमानः तद् अल्लोपः स्थानिवत् इत्यस्मात् तत्र उपधागुणः बाधितः. अस्तु, अतः अल्लोपः स्थानिवत् इत्यस्य कथनेन अल्लोपस्य स्थानित्वम् अकारे एव सम्पूर्ण य शब्दस्य वा इति प्रश्नः. अस्तु, इदानीं यकार य शब्दः इत्युक्ते यकारोत्तरवर्ति अकारः अपि अस्ति. यस्य अलः इत्यनेन वयं लोपं कुर्मः चेत् तस्मात् अनन्तरं तत्र पुगन्तलघुपदस्य इत्यस्य गुणस्य प्रसक्तिः अस्ति वा न वा इति प्रश्नः. तत्र अचः परस्मिन् पूर्वविधौ इति सूत्रेण तद् स्थानिवत् भवति. अल्लोपः स्थानिवत् इति उक्त्वा तस्य निषेधः इत्युक्ते पुगन्तलघुपदस्य च इत्यनेन यद् गुणः जायमानः तस्य निषेधः कृतवन्तः वयम्. परन्तु इदानीम् अत्र प्रश्नः अस्ति यद् अचः परस्मिन् पूर्वविधौ इति यत् परनिमित्तकः अदादेशः स्थानिवत् इति तद् केवलं यकारस्य वा अथवा य शब्द यकार केवलम् अकारस्य वा अथवा य उत्तर अकारस्य वा इत्युक्ते यकार अकारयोः वा इति प्रश्नः गतपाठे वयं दृष्टवन्तः. य शब्दस्य लोपः अजादेशः एव नास्ति, अतः य शब्दस्य लोपप्रसङ्गः अस्ति चेत् अचः परस्मिन् पूर्वविधौ इति प्रसक्तिः एव नास्ति इति तादृश क्लेशः भवति, समस्या भवति इति. अतः तस्य समाधानं यत् मातृभिः प्रतिपादितं तदेव आसीत् अग्रिमपरिच्छेदे. य शब्दस्य लोपो न भवति, केवलं यकारस्य एव यस्य हलः इत्यनेन लोपः भवति. अतो लोपः इत्यनेन एव अकारस्य लोपः, अदन्ताङ्गस्य ह्रस्व अकारस्य लोपः भवति आर्धधातुकप्रत्ययपरे. अतः प्रथमं यस्य हलः हल् उत्तर यकारस्य लोपः, अनन्तरमेव अतो लोपः इत्यनेन अकारः लोपः कुर्मः इति गतपाठे वयं दृष्टवन्तः. लेलिख्ययोगः ईतव्य तत्र यस्य हलः इत्यनेन यकारलोपः, अनन्तरम् अतोलोपः इत्यनेन अकारलोपः लेलिक् योगः ईतव्य. इदानीं तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन अकारस्य स्थानीवत्वं स्वीकृत्य पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं न भवति, लेलिखितव्य इत्येव रूपम् इति तादृशं तद्. अनन्तरं तावदेव दृष्टवन्तः खलु. आम् तस्मात् अनन्तरं काशिकावाक्यं दृष्टवन्तः वा? न चिन्तितवन्तः प्रायः. आम् तस्मात् एव पठामः. लेलिक्ययोगः ईतव्य इति पठितं वा? My thinking is आदेः परस्य अपि वयं अचपरस्मिन् पूर्वविधौ अहं पठितवान् काशिकायां किं लिखितम् इति पश्यामः. ओ अस्तु, तत् पठितवान् अस्तु. हल्लुत्तरस्य य शब्दस्य तत् पठितवन्तः खलु. काशिकायां किं लिखितमस्ति इति पश्येम. तत्र हल्लुत्तरस्य य शब्दस्य आर्धधातुके लोपः भवति, तदेव मया उक्तम् इदानीं. बेबिदिता, बेबिदितुं, बेबिदितव्यं. यस्य इति सङ्गातग्रह तत् दृष्टवन्तः खलु. सङ्गातग्रहण एतत् सङ्गातः इत्युक्ते कुत्र वयं यद्यपि यकारस्य एव लोपं लोपः भवति यस्य हलः इत्यनेन, तदापि तत्र सङ्गातग्रहणं भवेत्. सङ्गातग्रहणम् इत्युक्ते यकारोत्तरवर्ति अकारः अपि भवेत्, तदा एव तस्य यस्य हलः इत्यनेन लोपः कर्तुं शक्नुमः. तत्र सङ्गातग्रहणं तद् दृष्टवन्तः, सङ्गातग्रहणम् इत्यस्य विषये. स आसीत् सङ्ग अग्रे एव प्रायः आगच्छति. अनन्तरम् अलोक्यस्य इति एतद् न भवति. आदेः परस्य इति अनन्तरं भगिनि, ऐ थिङ्क् आदेः पर जस्ट् बिफोर् आदेः परस्य मया समाप्तं. अस्तु, सो तद् तदेव अस्ति प्रथमपरिच्छेदे. तत्र अलोन्त्यस्य इत्यनेन एतद् न भवति. अलोन्त्यस्य इत्यस्य स्थाननिर्देशात् एव अलोन्त्यस्य इति खलु, तद् न भवति. किमर्थम् इत्युक्ते अतोलोपः इत्यस्य सिद्धत्वात्. अतोलोपः इत्यनेन अकारस्य लोपः भवति. हल इति वा पञ्चमी निर्देशः अत्र आदेः परस्य इति यकारो अनेन लुप्यते, तत्र एव स्थगितवन्तः खलु. अत्र वा इति पदेन विकल्पेन इति न, इतोपि अन्यमार्गः अस्ति. पञ्चमीनिर्दे हलः इति यस्य हलः इत्यत्र हलः इति पदस्य पञ्चमीनिर्देशत्वात् तत्र आदेः परस्य इत्यनेन यकारः अनेन लुप्यते, न तु य शब्दः इति स्वीकर्तुं शक्नुमः. तदेव द्वितीयमार्गः इति वदति. तद् सङ्गातग्रहणं किम् एतत् सर्वम् इदानीं पठामः. सः प्रथमश परिच्छेदः पठितः, द्वितीय प्रायः प्रश्नः प्रश्नः उदेति अपि मया पठितम् इति मम चिन्तनं. दट्स् ओके भगिनि, वि विल् स्टार्ट् फ्रम् दट्. एकवारं स्पष्टं भवति. महोदय, भवान् पठति वा प्रश्नः उदेति इति? अस्तु, प्रश्नः उदेति यत् ततः खलु, यत् काशिककारस्य ततः खलु. अस्तु, प्रश्नः उदेति यत् ततः पूर्वं तत्र महोदय तत्र सङ्गातग्रहणं किम् इति तत्र प्रत्युदाहरणमस्ति ईर्षिता इति अस्ति खलु, तद् ईर्ष्य इति एव तत्र ईर्ष्य इति एव खलु. ईर्ष्योगः तत्र यकारस्य, यद्यपि तत्र हलः उत्तरस्य यकारः अस्ति परन्तु अकारः नास्ति. नास्ति खलु, अतः एव न भवति अत्र, न भवति. अस्तु, प्रश्नः उदेति यत् काशिकाकारस्य च अपरेषां व्याख्याकाराणां च मनसि कुतः विचारः आगतः यस्येति सङ्गातग्रहणमेतत् इति प्रश्नः. कुतः एतद् विचारः आगतः यस्येति सङ्गातग्रहणमिति वक्तुं तत्र मूल कारणं किम् इति. यस्य हलः इति सूत्रे तदर्थमेव यस्य इत्युक्तं न तु यः इति. यस्य इत्युक्तं य शब्द य इत्यस्य अकार य इत्यस्य षष्ठी व्यक्ति अस्य इति, न तु यकारस्य यः इति. अस्तु, नो चेत् एकनिमिष, नो चेत् यः हलः इति सूत्ररूपं स्यात् तेन यकारस्यैव लोपः इति स्पष्टतया सूचितः भविष्यत्। किन्तु तदा अकारसहितयकारः भवेत् इति तादृशी सूचना न प्राप्येत। सत्यं यः हलः इति वदति चेत् तत्र ईर्षित इत्यस्मिन् यकारस्य लोपः भवितुमर्हति खलु यस्य हलः इत्यनेन। सत्यं खलु अस्तु तत्र स्पष्टत सूचना तादृशी सूचना न प्राप्येत। यस्य इत्यस्य कथनेन प्रथमविभक्तौ यः यः इत्यस्य प्रथमविभक्तौ य इत्येव नाम यकारः एव। यस्य इत्यस्य कथनेन प्रथमविभक्तौ यः इति अस्ति। यः इत्यस्य प्रथमविभक्तौ यः इति षष्ठीविभक्त्यन्तमस्ति तस्य प्रथमविभक्तौ य यकार इत्येव नाम यकारः एव। किन्तु अनेन इष्टकार्यं सर्वत्र न सिद्ध्यति। अस्तु अत्र यद्यपि भवितुमर्हति परन्तु अन्यत्र इष्टकार्यं न सिद्ध्यति इति अधोभागे प्रदर्श्यते। अपि च यथोक्तम् उपरि यस्य इत्यस्य कथनेन यशब्दः इति अर्थः न भवितुमर्हति यतोहि तथा अस्ति चेत् अतः परस्मिन् पूर्वविधौ इत्यनेन अजादेशस्य अभावात् स्थानिवद्भावः न भविष्यति यस्मात् गुणकारस्य कृत्वात् अनिष्टरूपम् आयास्यति। तदपि भवितुमर्हति इदानीं तत्र। अस्तु अतः अस्तु तत्र यतः परस्मिन् पूर्वविधौ इत्यनेन अजादेशः अभावात् स्थानिवद्भावः न भविष्यति यस्मात् गुणकारसिद्धत्वात् अनिष्टरूपम् आयास्यति। कथं वा भवति यः भवति चेत् अत्र अकारस्य लोपः अनन्तरं भवितुमर्हति खलु तत्र। न तत्र गुणकार्यं लेलिक् इति उदाहरणं स्वीकृतवन्तः। लेलिक् इत्यस्मिन् यः हलः इति उक्तं चेत् यकारस्य लोपः भवति। लेलिक इति अस्ति इदानीम् अतो लोपः इति कार्यं करोति खलु। यकार अकारयोः यस्य हलः इत्यनेन एव लोपः जायते चेत् तादृशं वदति यशब्दस्य लोपः भवति। अस्तु यस्य इत्यनेन कथनेन यशब्द इति अर्थः न भवितुमर्हति। आम् सत्यं यशब्दः न भवितुमर्हति तदा यदि भवति चेत् तत् अचपरस्मि पूर्वविदिति अजादेशस्य अभावः स्थानिवद्भावः न भविष्यति यस्मात् गुणकारसिद्धत्वात् अनिष्टरूपम् आयास्यति। अहं सत्यम् अतः यः नोक्तम् इति कृत्वा केवलं सामान्ययकारलोपः अपि नास्ति। यस्य इति उक्तं चेदपि यशब्दलोप असम्भवः अनेन पर्यवसितं यत् यस्य इत्यस्य कथनेन तादृशस्य यकारस्य लोपः यः यकारः अकारयुक्तः इति इष्टः अर्थः इति कृत्वा व्याख्याकारैः उक्तं यस्येति सङ्घातग्रहणम् एतत् इति। अतः यः इति उक्तं यः इति न उक्तं यस्य इति उक्तं किमर्थमिति चेत् तत्र य शब्दस्य भवति चेत् अच परस्मिन् पूर्वविद इत्यनेन तत्र कार्यं न भवति अस्य कार्यं न भवति। यकारस्य यः हलः इति उक्तं चेदपि तत्र क्लेशः भवितुमर्हति अन्यत्र क्लेशः भवितुमर्हति। अतः इष्टार्थ इष्टरूपसिद्ध्यर्थम् अत्र व्याख्याकारैः अकारयुक्तयकारः एव भवितव्यम्। अतः यस्येति सङ्घातग्रहणम् एतत् इति उक्तम् इति अस्ति। अवगतं खलु। अत्र यस्य इति यकार या शब्दस्य षष्टिरूपमस्ति अतः अकार उत्तरवर्तीया एव स्वीकरणीयं न तु केवलं रामस्य इति शब्दवत् तत्र अकारान्तशब्दः स्वीकुर्मः चेत् यस्य इति षष्टिविभक्ति भवति। तत्र रामस्य इत्यत्र तत्तु अकारान्तशब्दः खलु मकारोत्तरवर्ति अकारः अपि अस्ति खलु तादृशम् अत्रापि यकार युज्य अकारः अपि अस्ति केवलं य इति न केवलं य इति शब्द केवलं यकारः इति शब्दः अस्ति चेत् अस्माकं हलन्तशब्दवत् रूपाणि भवन्ति, तत्र यः इति एव षष्टिविभक्तिः भवति, न तु यस्य. तत्रापि क्लेशः अत्र अत्र यदा यस्य इति स्वीकुर्मः तदा क्लेशः न भवति इत्यपि. स्पष्टमस्ति वा भगिनि? आं भगिनि. एतत्तु एतत्तु गतपाठे अपि दृष्टवन्तः खलु, अतः एव सङ्घातकृतम्. आं महोदय, अग्रे अपि अग्रे अग्रे तत्र अलोन्त्यस्य इत्येतद् न भवति. किमर्थम्? अतोलोपः इत्यनेन एव तस्य सिद्धत्वात्, यस्य हलः इत्यनेन यत्र य इत्यस्मिन् अलोन्तस्य इत्यनेन अकारस्य लोपः वा इति अर्थः स्वीकरणीयं वा इति चेत् तादृश अकारस्य लोपकृते नूतनसूत्रस्य आवश्यकता नास्ति. किमर्थमिति अतोलोपः इत्यनेनैव तत्र सिद्धत्वात् एतदपि वयं ज्ञातुं शक्नुमः. तत् यस्य हल इत्यनेन तत्र अकारस्य लोपः नास्ति. यस्य हल इति सूत्रे यस्य इति षष्ट्यन्तं पदं, तदर्थं सूत्रे यस्य लोपः इत्यस्य कथनेन अलोन्तशिस्तनेन यकारोत्तरवर्तिनः अकारस्य एव लोपः भवति स्म. किन्तु अस्य आवश्यकता नास्ति, यतोहि अतोलोपः इत्यनेन अकारलोपः सेत्स्यते. अतः उक्तं यत् अतोलोप इत्यनेनैव तस्य इत्युक्ते अकारलोपस्य सिद्धत्वात् अलोन्तस्य इत्येतत् न भवति. तस्य अलोन्तस्य इत्यस्य अपि न भवितुमर्हति यस्य हलः इति सूत्रेण. तत्र अकारस्य लोपः वा इति प्रश्नः भवितुमर्हति, परन्तु तादृश तत्र अर्थान् तत्र तस्य सूत्रस्य प्रसक्तिः सूत्रस्य आवश्यकता एव नास्ति. किमर्थमिति चेत् अलोन्तस्य इति सूत्रमेव अस्ति. अलोन्तस्य इत्यनेन एव तत्र क्षम्यताम् अतो लोपः इत्यनेन एव आकारस्य लोपः भवितुमर्हति, अत्र नूतनसूत्रस्य आवश्यकता नास्ति इति. अतः अनेन ज्ञायते यत् यस्यालः इति तत्र अकारस्य लोपः नास्ति इति न इष्टः. सत्यं, यस्य लोपः इति सूत्रम् अस्ति चेत् तत्र अलोन्त्यस्य इत्यनेन अन्तिम अकारस्य एव यकारोत्तरवर्ति अकारस्य एव लोपः भवति स्म. अतः सूत्रम् अपि यस्य हलः इति अस्ति, न तु यस्य लोपः इति. तादृशचिन्तनं न कार्यम् इति अस्ति तत्र. सत्यम् इति न भवति. सम्यक्, धन्यवादः महोदय. प्रायः अरुणा भगिनी पठति वा? तथा काशिकायां दत्तमस्ति. आं भगिनि, तदा काशिकायां दत्तमस्ति यत् हल् इति वा पञ्चमनिर्देशः तत्र आदेः परस्य इति यकारः अनेन युप्यते. अत्र उच्यते यत् यतोहि हलः इति कार्यस्य निमित्तं पञ्चमीविभक्तौ, तदर्थं लोपः यः विधीयते सः केवलम् अग्रिमभागस्य पदमवर्णस्य स्थाने भवति. अत्र बोध्यं यत् वा इत्यस्य कथनेन सूत्रार्थविकल्पः इत्यस्य इङ्गितं नास्ति इति मात्रा उक्तम्. अत्र केवलं यस्य हलः इत्यस्य यः एकः एव अर्थः, यत् यकारस्य एव लोपः न तु या शब्दस्य, तस्य प्रतिपादनार्थम् इतोपि एकः मार्गः अयम्. ओके, अत्र काशिकायां दत्तमस्ति हलः, अत्र हला इति वा पञ्चमी निर्देशः, महादेः परस्य इति नूतनसूत्रमस्ति, तद् प्रयुज्य यकारः लुप्यते अत्र. ओके, हुकम् अत्र यतो कारणमस्ति यः हलः इति कार्यस्य निमित्तं पञ्चमीविभक्तौ तदर्थं लोपः ओके हलः इति पञ्चमीविभक्तौ स्वीकुर्मः चेत् तत्तत्त्वं लोपः यः विधीयते सः केवलम् अग्रिमभागस्य सर्ववर्ण्यस्थाने एव भवति. अतः यः यकार एव लोपः भवति. अत्र होदव्यं वा इत्यनेन विकल्पः इति अर्थं नास्ति, केवलम् अन्यमार्गः अस्ति इति अत्र अर्थमस्ति. यस्वः लः इत्यस्य यः एक एव अर्थः, य एव लोपः भवति, तदेव मातुः उक्तम्. समीचीनम्. अतः तत्र हलः इति शब्दः अस्ति खलु, यस्य हलः इति सूत्रे, तद् हलः इति पञ्चमी निर्देशः. तत्र वयम् अलोन्त्यस्य अनेकाचित् सर्वस्य निच्च इति सूत्राणि दृष्टवन्तः खलु, यत्र अस्माकं भ्रमः भवति कस्य लोपः भवति इति. तत्र तस्मिन्नेव क्रमे आदेश परस्य इति अपि एकं सूत्रमस्ति. तत्र आदेश परस्य किं वदति, यदा तत्र पञ्चमी निर्देशः अस्ति चेत् तत्र आदेशः तस्य शब्दस्य प्रथमवर्णस्य एव स्थाने भवति. इदानीं हलः आदे यस्य हलः इति सूत्रमस्ति खलु, हलः इत्यनेन पञ्चमी निर्देशत्वात् तत्र यकार अकारः अस्ति, आदिमवर्णः कः, यकारः एव खलु, तस्य एव लोपः भवति, न तु अकारस्य इति वदति. यकारः अनेन लुप्यते, केन, आदेश परस्य इति परिभाषासूत्रस्य अवगमनेन तस्य एव लोपः भवति. अवगतं वा? अवगतं भगिनि. आदेः परस्य पठतु भगिनि. आदेः परस्य आदेशे परस्य पञ्चमे निर्दिष्टात् निमित्तं विद्यमानशब्दः उक्तः आदेशः तस्य शब्दस्य प्रथमवर्गस्य एकस्वस्थाने भवति. परस्य तद्विहितं तस्य आदेर्बोध्यम् इति सिद्धान्तकौमुदी. परिभाषासूत्रम् एतत्. इदं सूत्रं तस्मात् इति उत्तरस्य इति नियमयति. तस्मात् इति उत्तरस्य इत्यनेन यावत् अस्ति परं तत्सर्वम् इति सूचयति. आदेशे परस्य इत्यनेन उच्यते यत् केवलं परभागस्य प्रथमवर्णस्य कार्यम् इति. स्थाने अन्तरतमः इत्यनेन स्थाने इत्यस्य अनुवृत्तिः, अलोन्तस्य इत्यस्मात् अलः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं परस्य आदेः अलः स्थाने. ओके, प्रयत्नं करोमि. ओके, वयं जानीमः अदे परस्य इति सूत्रम् परिभाषा अस्ति. अत्र उक्तं पञ्चमे निर्दिष्टनिमित्तम् अस्ति चेत् अत्र आदेश प्रथम शब्दस्य प्रथमवर्गस्य एव लोपस्थाने भवति इति दत्तम्. पठामि. परस्य सूत्रसङ्ख्या दोषः खलु, सूत्रसङ्ख्या 1154 इति भवेत्. तदेव अहमपि प्रथमवारं संस्कृतवती, फोर् कथम् आगतम्? दिस् इस् यस्य हलः इति सूत्रसङ्ख्या, सो 1154 इति आदेश परस्य. आं भगिनि, इदानीं वदतु, क्षम्यतां. परिभाषासूत्रं वदति, इदं सूत्रं तस्मात् इति उत्तरस्य इति नियमम् अस्ति सूत्रे. तस्मात् इति उत्तरस्य अनेन यावत् अस्ति परं तत्सर्वम् इति सूचयति. किमर्थं भगिनि? न इत्यनेन एकनिमिषम्, यस्य हलः इति सूत्रेण हल् वर्णात् परस्य य इत्यस्य लोपः भवति. अहं तु इदानीम् अष्टाध्यायी डाट् काम् तः पठामि. यत्रापि पूर्वनिमित्तं दत्त्वा कार्यम् उच्यते, अतः अयं लोपः य इत्यस्य आदिवर्णस्य इत्युक्ते यकारस्य इति व्यञ्जनस्य एव भवति. यथा तत्र बिद् इति धातुः यङ् प्रत्ययः कृत्वा भे बिध्य इति आतिदेशिकधातुः सिद्ध्यति. अस्य तुमुन् प्रत्ययस्य प्रक्रियायाम् अनेन सूत्रेण इत्युक्ते आदेः परस्य इत्यनेन यकारस्य लोपः विधीयते इत्युक्ते अनेन न यस्य हलः इत्यनेन. बेबिध्य योगः तुमुन्, बेबिध्य इडागमः, बेबिद् इद् आ ई तुम्, हल् वर्णात् परस्य तकारात् परस्य यकार य इत्यस्य यस्य हलः इति लोपः. आदेः परस्य इत्यनेन केवलं य इति व्यञ्जनस्य एव लोपः क्रियते, न हि तद् अनन्तरं विद्यमानस्य अकारस्य. अनन्तरं बेबिद् योगः, इदानीम् अतो लोपः इत्यनेन अकारलोपः बेबिदि तुम् इति आगतम्. अतः अनेन आदेः परस्य इत्यनेन निमित्तं निर्दिश्य, निमित्तं निर्दिश्य तस्मात् अनन्तरं विद्यमानस्य शब्दस्य उक्तः आदेशः तस्य प्रथमवर्णस्य स्थाने विधीयते. सो यकारः अकारः अस्ति, इदानीं प्रथमवर्णः कः? यकारः. यस्य हलः, हलः इति तत्र पञ्चमी निर्देशः खलु. हलः उत्तरस्य निमित्तं निर्दिश्य तस्मात् अनन्तरं विद्यमानस्य शब्दस्य. सो निमित्तम् इस् हल् वर्णः, वेबिद्य इत्यत्र धकारः इति स्वीकुर्मः. तस्मात् अनन्तरं विद्यमानस्य शब्दस्य उक्तः आदेशः, इदानीं तत्र य इत्यत्र यकारः अकारः अस्ति, यकारस्य स्थाने एव भवति, प्रथमवर्णस्य स्थाने एव विधीयते. एतत्तु अन्त्यादेशस्य अपवादः. सो अकारः तु न भवति, यकारः एव भवति. अत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इति यदस्ति तत्र पूर्वस्य भवति, तदा अनन्तस्य इत्यस्य कार्यं भवति. तथैव अत्र तस्मादि उत्तरस्य भवति चेत् तत्र आदेयपरस्य इति कार्यं भवति. आदेयपरस्य आम्, तदपि उक्तम् अत्र. यदि कस्मिंश्चित् सूत्रे पूर्वनिमित्तं दत्त्वा तस्मात् परस्य आदेशः उक्तः अस्ति चेत् तत्र सः आदेशः स्थानिनः आदिवर्णस्य एव भवति. अतः तत्र पूर्ववर्णस्य यकारस्य एव भवति, न तु अन्तिमवर्णस्य. यदि एतत् सूत्रं न स्यात् तदा वयम् अन्तिमवर्णस्य एव कुर्मः अलोन्त्यस्य इत्यस्य परिभाषासूत्रस्य सहायेन, न तु आदेःपरस्य इति आदिवर्णस्य. अवगतं वा भगिनि? अवगतं भगिनि. अत्र आदेः परस्य इति सूत्रं वदति, पञ्चमे निर्दिष्टनिमित्त विद्यमानशब्दः अस्ति चेत् आदेशः पूर्वप्रथमवर्णस्य एव स्थानी भवति. तत्र यस्य फलः अत्र यस्य यकार य शब्दस्य अत्र या शब्दे याकार अकार अस्ति, अत्र प्रथमवर्णात् या तदेव लोपो भवति. सत्यं, तदेव अस्ति, तदेव इष्यते अपि. अतः आदेः परस्य इत्यस्य सूत्रस्य प्रसक्तिः. भगिनि धन्यवादः. उषा भगिनि, अग्रे काशिकायाम् उक्तं यत् अस्तु भगिनि, अग्रे काशिकायाम् उक्तं यत् सङ्गातग्रहणं किम्? ईश् ईश् इता मौ विता, अत्र ईर्ष्य इति धातुः मव्य धातुः योगः तृच् प्रत्ययः ओके ईश् ईर्ष् योगः तृ ओके ईर्ष् योगः ईतृ यदि यदि यस्य हलः इत्यनेन हल् वर्णात् आददादिकपरे आददादिके परे यकारलोपः भवति तर्हि यकारस्य अत्रापि लोपः भविष्यति यः अनिष्टः तस्य निवारणार्थम् उक्तं यस्येति सङ्गातग्रहणम् एतत् इति अनेन अवगम्यते यत्र यः यकारः अकारसहितः तस्य एव लोपः भवति हलः आर्धदादुके अनेन अवगम्यते यत् यः यकारः अकारसहितः ओके तस्य एव लोपः भवति हलः आर्धदादुके भगिनि अत्र यकारः अकारसहित तस्य एव ईर्ष्य इति उदाहरणे योगः इत्र अत्र हल्वर्णात् आददादिके परे यकारलोपः भवति चेत् अनिष्टरूपं भवति इति सत्यम् ईश् योगः इत्र इष्टरूपम् ईश् इता एव सङ्गातग्रहणं किम् ईर्षिता यकार ईकार ईषिता मव्यिता सङ्गातग्रहणात् ईषिता इति इष्टरूपं किम् अर अनिष्टरूपं किम् ईषिता ईषिता इत्येव इष्टरूपम् यकार अकार तस्य कृते तस्य अत्र नास्ति खलु तत्र इदानीं न भवति तस्य निवारणं उक्तं यस्येति सङ्गादग्रहण ग्रहणम् एतत् इति ओके अनेन अवगम्यते यत् यः यकारः अकारसहितः ओके यकाराकार तस्य एव लोपः भवति हलः आर्धदादिके ईर्ष्यो सो यस्य हलः इत्यनेन हल्वर्णात् आर्धदादिके परे यकारलोपः भवति तर्हि यकारस्य अत्रापि लोपः भविष्यति ओके यस्य हलः इत्यनेन हल्वर्णात् आर्धदादिके परे यकार अकारसहितलोपः इति भवति चेत् यकारस्य अत्रापि लोपः भविष्यति यः अनिष्टः तस्य निवारणार्थम् उक्तं यस्येति सङ्गादग्रहणम् एतत् इति अत्र इति भवेत् खलु यः हलः इति वदति चेत् अत्र यकारस्य लोपः भवति यकारः लोपः भवति स्म अतः एव यस्य हलः इति उक्तं यकारः यद्यपि वयं यकारस्य एव लोपः कुर्मः अनेन सूत्रेण तथापि तत्र यकार अकारस्य आवश्यकता अस्ति तदा एव आदेशपरस्य इत्यनेन यकारः लोपः कर्तुं शक्नुमः अत्र निमित्तानि पूरितानि ईर्ष्य इत्यत्र यदि तत्र सूत्रम् अकारः इति न उक्तं खलु यस्य हलः इत्येव अस्ति यदि तादृशम् अस्ति चेत् अस्य यकारस्य लोपः भवति स्म ईर्षितृ इति किमपि तादृशं रूपं भवति स्म परन्तु यस्य हलः किं वदति यस्येति सङ्गातग्रहणम् एतत् इति उक्तत्वात् तत्र यकारलोपः न भवति अत्र यकारलोपः न भवति इति न भवति ईता इति भवति यकार यः हलः इति अपि न उक्तं किमर्थम् अत्र उत्तरमस्ति खलु अतः यः हलः इति उक्तं चेत् अत्र यकारस्य लोपः भवति भवति यः हलः इति सूत्रं यः सूत्रं यः हलः इति अस्ति चेत् यकारलोपः भवति यस्य हलः इति उक्तत्वात् यकारस्य लोपः न भवति लेलिख्य इत्यस्मिन् यः हलः इति वदति चेत् कार्यं भवति अस्माकम् इष्टदं भवति, परन्तु अत्र न भवति, अतः क्लेशः भवति. सत्यं तत्र भवति परन्तु अत्र तु न भवति. अतः यस्य इति उक्तं पाणिनिः तदेव सङ्गातग्रहणस्य प्रयोजनं. काशिकायाः अन्तिम अंशः अस्ति हल इति किं, हलः इति किं, लोलूयिता पोपूयिता. अनेन बोध्यं यत् यकारात् प्राक् हल् वर्णः नास्ति चेत् ओके लोलूयिता लोलूयिता. अनेन बोध्यं यत् यकारात् प्राक् हल् वर्णः नास्ति चेत् यकारलोपः न भवति इति. लोलूययोगः इत्र लोलूययोगः इत्र यकारात् प्राक् हल् वर्णः नास्ति चेत् यकारलोपः न भवति. यकारात् प्राक् या उकारः अस्ति, उकारः एव दृश्यते. लोलूय सो लोलूययोगः इत्र इति कृते यस्य हलः इति वयं स्वीकुर्मः चेत् यस्य हलः इत्यनेन यकारलोपः नास्ति, लोलू देन् अत्र यकारलोपः इत्यनेन देन् वयं किं स्वीकुर्मः यकार यस्य हलः इति नास्ति चेत् हलः इति नास्ति चेत् यकारात् प्राक् हलः पञ्चमीवर्णः इत्यनेन पञ्चमीवर्णात् परः सो लोलूय ओ सो दो यस्य हलः इत्यस्य प्रसक्तिः एव नास्ति हल्वर्णः एव नास्ति खलु नास्ति आमामाम् अतः पूर्वम् अपि हल्वर्णः भवेत् नास्ति चेत् लोपः न भवति, यकारलोपः न भवति. तद् यकारः अपि अकारयुक्त इत्युक्ते सङ्गातग्रहणं अकारयुक्त यकारः भवेत् तथा नास्ति चेदपि यकारस्य लोपः न भवति. टैट्लि पैक्ड् इति वदामः खलु तादृशं सूत्रम्. यस्य लोपः अर्धधातुके इति वदति चेत् अत्र भवितुमर्हति यकारस्य लोपः. सत्यम्. अतः तद् न इष्टम्. अत एव हल् हलः इति वक्तव्यं भवति. सम्यक्. अत्र इदानीम् एतद् टापिक् समाप्तम्. अन्यप्रश्नः इदानीम् आं भगिनि भवती एव अत्र प्रश्नः उदेति. अत्र प्रश्नः उदेति यत् यस्य हलः इति सूत्रेण य शब्दस्य यकार अकारयोः य शब्दस्य लोपः भवति चेत् लाघवं भवति अतो लोपः इत्यस्य अनावश्यकत्वात् ओके अवश्यं नास्ति इति. ओके तदर्थम् अचः परस्मिन् पूर्वविधौ इत्यनेन यः लोपः अजादेशः उक्तः तस्य अजादेशत्वं य शब्दलोपे स्वीकर्तव्यम्. अनेन तस्य स्थानिवद्भावः अपि भविष्यति, लाघवम् अपि भविष्यति. नो चेत् लोलिख्ययोगः इतव्य इति स्थले य शब्दलोपानन्तरं लेलिक् योगः इतव्य इति पुगन्तलघुपदस्य च इत्यनेन उपधायां स्थितस्य लघु इकः गुणः भविष्यति. अतः ले लेखितव्य इति अनिष्टरूपं जायेत. तर्हि अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम् ओके अजादेशः यशब्दलोपे स्वीकर्तव्यं. मातृभिः पृष्टं तथा भवितुम् अर्हति वा इति. ताभिः प्रतिपादितं यत् भाष्यकारैः प्रदर्शितं यत् अनेकैः कारणैः अच परस्मिन् पूर्ववितौ इति स्थले अजादेशः इत्युक्ते एकः एव अच् वर्णस्य यः आदेशः अच् युक्त हल् वर्णः चेत् अथवा अच् युक्त अच् वर्णः चेत् अजादेशः स्वीकर्तुं न शक्यते. अस्तु, अत्र प्रश्नः उदेति यस्य हलः इति सूत्रेण यशब्दस्य यकार यकाराकारयोः लोपः भवति चेत् लाघवं भवति, अतो लोपः इत्यस्य आवश्यकता नास्ति. बिकास् पूर्वं वयं दृष्टवन्तः प्रथमं यस्य लोपः अनन्तरम् अतो लोपः. ओके, तदर्थम् अच परस्मिन् पूर्वविधौ इत्यनेन यः लोपः अजादेशः उक्तः तस्य अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम्, अनेन तस्य स्थानिवद्भावः अपि भविष्यति, लाघवम् अपि भविष्यति. ओके, सो अचपरस्मिन् पूर्वविधौ इत्यनेन यः लोपः लोपः जायते अजादेशः भवति, तत् अजादेशः वयं यकार अकारयोः कृते स्वीकर्तव्यं चेत् लाघवं भवति एव, परन्तु मातृभिः मात्रा उच्यते तथा भवितुं न अर्हति इति. तथा भवितुम् अर्हति वा इति चेत् न, यतोहि अच परस्मिन् पूर्ववितौ इति स्थले अजादेशः इत्युक्ते एक एव अचुवर्णस्य यक आदेशः. सो यकार अकार इत्यस्य कृते न स्वीकर्तुं शक्यते इति मात्रा उक्तम् इति खलु भगिनि. ले लिक् नो चेत् लो लिख्य योगः ईतव्य इति स्थले यशब्दलोपानन्तरं ले लिक्. सो यकार अकार द्वयोः अपि अत्र नास्ति. ले लिक् योगः ईतव्य इति चेत् पुगन्तलघुपदस्य च इत्यनेन देन् अनिष्टरूपं भवति, ले लेखितव्य इति जायते. ओके, लेखितव्य गुणकार्यमपि भवितुम् अर्हति यकार अकारयोः लोपः स्वीकृतः चेत् अज परस्मिन् पूर्वविधौ इत्यनेन लाघवमेव, परन्तु अनिष्टरूपं जायते. तथा मात्रा उक्तम् अच परस्मिन् पूर्वविधौ इति स्थले यत् अजादेशः यकार अकारयोः लोपः, दट् लोपा एकः एव अचुवर्णस्य आदेशः यः आदेशः भवितुम् अर्हति. अच् युक्त हल् वर्णः चेत् अथवा अच् युक्त अच् वर्णः, अत्र अच् युक्त हल् वर्णः चेत् अथवा अच्युक्त अच्वर्णः चेत् अजादेशः स्वीकर्तुं न शक्यते. अस्तु, तत् ऐ थिङ्क् मया किमर्थमित्यग्रे अस्ति, तत्र किमर्थं तादृश स्वीकृतं चेत् क्लेशः अन्यत्र भवितुम् अर्हति इति. लाघवम् अस्ति परं तादृश स्वीकरोति चेत् अन्यत्र तत्र इष्टरूपं न भवति इति भवति भाष्यकारः वदति प्रदर्शितम् इति. भाष्यकारः प्रदर्शितम् सो अनेकाचपि नास्ति, अनेकालपि नास्ति, केवलम् अच् इत्यनेन एकः एव अच्. अतिदेशं कर्तुं न शक्यते अजादेशः शब्दे आदेशः. लुट् लकारे अस्माभिः तादृशचिन्तनं कृतम्, एतत् चिन्तनं न कृतं खलु तदा. सत्यम्, अत्र यस्य हलः इत्यनेन य शब्दस्य एव लोपः कृतवन्तः खलु, कृतवन्तः किञ्चित् न चिन्तितवन्तः अजपरस्य इति कृत्वा य शब्दलोपे तत्र अकारस्य अस्ति इति मत्वा वयं चिन्तनं न कृतवन्तः. लाघवं लाघवं स्वीकृत्य य शब्दस्य एव लोपः कृतवन्तः. सत्यं, प्रायः किं भगिनि, यकार अकारलोपः एव वयं स्वीकृतवन्तः, एतावता तादृशमेव कृतवन्तः. अस्मिन् पाठ पर्यन्तं वयं तदेव कृतवन्तः, य शब्दलोपः इति एव. तत्र प्रायः लेखिता इति वयं लुट् लकारे वयं दृष्टवन्तः, प्रायः तत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः तादृशप्रसक्तिः न आसीत् वा? यदा तदा किमर्थम् अचः परस्मिन् पूर्वविधौ न अचपरस्मिन् अपि भवति, अजादेशः अपि अस्ति इति चिन्तयित्वा वयम् अग्रे गतवन्तः. अहमपि चिन्तितवान् किमर्थं यकारस्य अपि लोपः अस्ति खलु इति. अतः परस्य इति भवति या शब्दस्य इति तत् चिन्तनं न कृतम् अस्माभिः चिन्तितं तत्र अच परस्य गुरुः इत्यनेन तत्र न भवति इति चिन्तयित्वा अग्रे गतवन्तः चिन्तनं न कृतं चिन्तम् अस्तु धन्यवादः भगिनि महोदय भवान् एव भाष्यकारैः प्रमाणत्वेन तत्र अदे अजादेश इत्युक्ते एक एव अचुवर्णस्य आदेशः स्यात् न तु अनेकाल् अथवा अनेकाचिति तस्य भाष्यकारैः प्रदर्शितम् अग्रे अस्ति भाष्यकारैः प्रमाणत्वेन अनेकानि उदाहरणानि दत्तानि अत्र एकं विंशतिः विंशति इति अस्ति विंशतेः पूर्णम् इति अर्थे विंशतिशब्दात् तस्य पूर्णे डट् इति इत्यनेन डट् प्रत्ययः भवति विंशतियोग डट् अनुबन्धलोपानन्तरं विंशतियोग अ अस्मिन् प्रत्यये परे विंशति इत्यस्य यचिबम् इत्यनेन भ संज्ञा तदा तिविंशतेर्डति इत्यनेन भ संज्ञकस्य विंशतितब्दस्य ति इत्यस्य लोपः ति इत्यस्य लोपः विंशयोग अ इति अस्ति विंशयोग अ अतगुणे इत्यनेन पूर्वपरयोः पररूप एकादेशः विंश इति शब्दः भवति इदानीं विंश इति विंशति ति इत्यस्य लोपः भवति बसंज्ञकस्य बसंज्ञक विंशति ति इत्यस्य लोपः भवति इति बसंज्ञा अस्ति इति अस्ति अतः तत्र विंशयोग अ इति अस्ति इदानीम् अतोगुणे इत्यस्य प्रसक्तिः अस्ति इदानीम् अतोगुणे इत्यस्य प्रसक्तिः अस्ति अतः विंशति तत् क्षम्यताम् अतोगुण इत्यनेन इत्यनेन पूर्वपरे पररूप एकादश विंश इति शब्दः भवति क्षम्यताम् इत्यनेन पूर्वपरयोः अतोगुण इत्यनेन पूर्वपरयोः पररूप एकादश विंश इति शब्दस्य सिद्धिः भवति विंश इति विंशः विंशतिः विंशः इति अस्ति इदानीम् अत्र त्रिलोपः भवति ति इत्यत्र तकारः इकारः वर्णद्वयस्य लोपः अत्र अतः परस्मिन् पूर्ववद इत्यनेन त्रिलोपः अजादेश इति स्वीक्रियते चेत् विंशः इति रूपं न लभ्यते किमर्थमिति विंश योग ति योग अ इति भवति अतोगुणे इत्यस्य प्रसक्ति तदा नास्ति तदा न अतोगुणे इति अच परस्मिन् पूर्व इदानीं इति तत्र इकार तकार इकारस्य तत्र अतः परस्मिन् पूर्ववेद इत्यनेन तत्र अत्र इकार अपि अस्ति खलु अतः तत्र तर्हि अतोगुण इत्यस्य प्रसक्तिः न भवति अतः विंशरूपं न सिद्ध्यति अतः विंशयोग तियोग अ इति एव तिष्ठति अथवा अजादश अजादेशत्वेन इकारे स्वीकृत्य चेत् विंशयोग इयोग अ इति अस्ति इदानीम् अतोगुणे इत्यनेन विंशीयोग अ विंश्य इति भवति विंशयोग इ इति अस्ति अतोगुण इत्यनेन तत्र विंश्य इति भवति सारी विंशीयोग अ इति खलु विंशीयोग विंश्य इति रूपम् अनिष्टरूपं भवति अतः कथञ्चिदपि अस्यां दशायां यत्र एकमेव अचुवर्णः त्यक्त्वा वर्णद्वयमस्ति तत्र अच परस्मिन् पूर्वविदौ इत्यनेन अजादेशः न स्वीकर्तव्यः इति अस्तु तत्र विंशति इति इत्यस्मिन् डट् प्रत्यये परे विंश इति शब्दः भवति तद् इदानीं तत्र अनेकाल् स्वीकृतं चेत् तत्र अच परस्मिन् पूर्वविदौ इति अनेकाल् स्वीकृतं चेत् तत्र रूपं न सिद्ध्यति अतः एक एव अच् अजादेशः अस्ति चेत् एव अच परस्मिन् पूर्वविदौ इत्यस्य कार्यं भवति इति अस्ति अतः ति इत्यस्य लोपः भवति अतः अतपर पूर्वद इत्यस्य कार्यं न भवति अत्र विंश इति रूपं भवति इति उदाहरणं भाष्यकारैः प्रदर्शितं किमर्थं तत्र अनेकाले आ इति अस्ति तदापि अथवा अजादेशत्वेन केवलम् ईकारः एव स्वीक्रियते चेदपि तत्र दोषः एव आगच्छति खलु विंशय आमाम् तत्रापि दोषः एव अचः परस्मिन् पूर्वविदौ इति अजादेशः न स्वीकर्तव्यः इति वदति. पूर्वं किं कृतं? बसंज्ञकस्य ति इत्यस्य पूर्णतया लोपः जातः, अतो गुणे इत्यनेन पूर्वपरयोः एकादेशः विंश इति शब्दः. तत्र तु स्थानिवत् इति स्थानिवत् न भवितुमर्हति. किमर्थं ति इति अस्ति, ति इति शब्दस्य लोपः, ति विंशते इति कृत्वा ति इत्यस्य लोपः. तत्र तकार इकारयुक्तः अस्ति, तत्र इकारः स्थानिवत् भवति वा इति प्रश्नः. तथा न भवति अर्हति इति अनेन प्रदर्शितं. तत्र एकः शब्दः स्वीकुर्मः चेदपि न भवति. आम्, एकः शब्दः अपि अपर एकवर्णस्य अचुवर्णस्य अपि स्वीकृतं चेदपि न भवति, क्लेशः भवति. एवमेव अन्यद् उदाहरणम् अत्र प्रदर्शितम्. अवगतं वा उषा भगिनी, अरुणा भगिनि? सम्यक् न अवगतं भगिनि. भगिनी पुनरेकवारं वदतु भगिनि, तत्र क्लेशः किम् इति न अवगतवती. क्लेशः अचः परस्मिन् पूर्व इदौ वदतु भगिनि. सो अच्युक्त हल्वर्णः चेत् अच्युक्त हल्वर्णः चेत् अथवा अच्युक्त अच्वर्णः चेत् अजादेशः स्वीकर्तुं न शक्यते इति एव पूर्वं दृष्टवन्तः. नौ भाष्यकारैः प्रमाणत्वेन अनेकानि उदाहरणानि ओके अत्र ति इत्यस्य कृते ति इत्यस्य लोपः, बसंज्ञकस्य ति इत्यस्य लोपः विंश इत्येव स्वीकर्तव्यम्. ओके, विंश आर् अचपरस्मिन् पूर्वविधौ इत्यनेन ति लोपः अजादेशः इति स्वीक्रियते चेत् विंश इति रूपं न लभ्यते, विंश्य इति भवति. पूर्वविधौ खलु, स्थानिवत् पूर्वविधौ, अतः विंशयोगः ति योगः अ इत्येव भवति. तदा ति इत्यस्मिन् अजादेशः अपि अस्ति खलु, तत्र ति इत्यस्मिन् इकारः अजादेशः इति अस्ति, तर्हि तत् स्वीकर्तव्यम् इति न करणीयम् इत्यस्ति तत्र. प्रसङ्गद्वयं प्रदर्शितम्, प्रसङ्गद्वयं प्रदर्शितम् अत्र. यदि वयं ति पूर्णतया ति इति पूर्व अच परस्मिन् पूर्वविधौ इत्यनेन अजादेशः स्थानिवत् इति ति इति पूर्णतया स्वीकुर्मः चेदपि दोषः, विंशति तादृशमेव स्थास्यति, अन्यत् किमपि कर्तुं न शक्नुमः. यदि वयं द्वितीयविधः, यदा वयं केवलम् अज् भागः सकारोत्तरवर्ति इकारः एव स्वीकुर्मः चेत् तत्र अतो गुणे कर्तुं शक्यते. इकाराकारयोः स्थाने पररूप एकादेशः खलु, अकारः आगच्छति, विंशय इति किमपि अन्यत् रूपं न. दिस् इस् राङ्ग् रैट्? इक पररूप एकादेशः इत्युक्ते पूर्वपरयोः एव विंशयवै इत्यस्मिन् अतो गुण इत्यनेन पररूप विंशीयोग इदानीं विंश इति भवति अतो गुण. विंशयोग इत्यस्मिन् गुणे खलु, तत्र विंशि इति भवति अतो गुण इत्यनेन, अनन्तरम् अ इति अस्ति, तर्हि विंश इति अनिष्टरूपं भवति खलु. विंशयोग इत्यत्र विंशि इति अतो गुणे, अतो गुणे खलु, अत्र गुण तत्र अतो गुणे विंशि इत्येव विंशि यः अस्ति, विंशियोग अ इदानीं विंश इति भवति. पररूपः एकादेशः एव खलु अतो गुणे, अकार इकारस्य इकार एव आदेशः भवति खलु गुणे परे, अदेन गुणः खलु. अकारस्य अकार इकार विंशयोग इ इत्यस्मिन् अतो गुण इत्यस्य कार्यमस्ति, तर्हि तत्र विंशि एव भवति. अकार इकारस्य इति गुणादेश आद्गुणः इति न भवति, विंशे इति न भवति, विंशि एव अस्ति अत्र इदानीम्. ओ, विंश शकाराकार शकाराकार अकारयोगः इकार इत्यस्य कृते अतो गुणे. ओ, ओके ओके, अतो गुणे विंशि इति भवति. अनन्तरम् अतो गुणे, आम् आम् आम् आम् अतो गुणे इति विंशि इति, अनन्तरं डट् प्रत्ययस्य अकारः तर्हि अत्र विंश्य इति रूपं भवति, अनिष्टरूपं भवति. खलु विंशति इत्यस्मिन् ति इत्यस्य लोपः खलु, विंशति इत्यस्मिन् ति इत्यस्य लोपः, विंश इति अकारान्तपदमस्ति, योग इ इति अस्ति, अतोगुण इत्यस्य कार्यमस्ति पूर्वरूपम् अतोगुण इत्यस्य. तदेव अत्पादान्त अपदान्त अकारात् गुणे परे संहितायां पूर्वपरयोः एकः पररूप एकादेशः भवति इति सूत्रं वदति खलु. विंशि ओ तत्र अकारः अस्ति वा? भगिनी अवगतम्. अकार प्रथम अकार इकारयोः, अहं तु इ आ इति दृष्टवती. भगिनि अकार इकार प्रथम अकार विंश इत्यस्य षकार अकार दट् अकार योगः इकार अतोगुणे अतोगुणे इत्यस्य कृते ओके विंशि दट् अकार अकार एव दट्ट अतः अ एव गाण् लोपः विंशि इति. परन्तु भगिनी दट् ई इस् नाट् अ गुणवर्ण अतोगुणे अकार एकार ओकार गुणसंज्ञकः कथम् अतोगुणे इत्यस्य प्रसक्तिः भवति तस्यापि खलु आद्गुणः इति भवेत् खलु तत्र आद्गुणः आद्गुणः अकार इकार अत्र ओकारंशे विंशे विंशे किमपि किमपि दोषः अस्ति. कार पदान्त अकारात् संहितायां इच्छति पूरणम् इति न गुणवर्णकार खलु इका नो नो विंश योगः इ इति अकार इकार दे इको गुणवृद्धि खलु इको गुणवृद्धि खलु अतः इक इ इति भवति उपतिष्ठते गुण इत्युक्ते आल् इट् सेस् इस् फार् इकार इ ऊर् यु टेक् गुण आर् वृद्धि ऐ थाट् गुण गुणे गुणः इति अत्र इ इति गुणवर्णः अस्ति इति गुणवर्णः नाट् गुणवर्णः महोदय इको गुणवृद्धि किमस्ति इकः स्थाने गुणवृद्धिस्थाने गुणवृद्धि गुण अथवा वृद्धि इकः स्थाने गुणः वा अतो गुण इत्यस्य कृते गुणवर्णः परः अस्ति चेत् तदेव अकार अकारयोः अकार अकारयोः स्थाने अकारः भवति अकार एकारयोः स्थाने एकारः भवति अकार ओकारयोः स्थाने ओकारः भवति परन्तु अत्र तु इकारः अस्ति खलु कथम् अतोगुणे इत्यस्य प्रसक्तिः गुणे प्रसक्तिः नास्ति खलु प्रसक्तिः एव नास्ति खलु तत्र इकारस्य इको गुणवृद्धिः इति आयोगः इ ए इति भवति इति प्रायः स्वीकर्तव्यम् आयोगः इ ए भवति तत्र गुणः भवति एव खलु विंशे इति भवति विंशे इति भवति चेत् अनिष्ट अनिष्टरूपमेव न विंशे इति अस्ति विंशे इति अस्ति विंशे सत्यं विंशे इति भवति खलु इदानीं यशोयव इति भवति तत्र यशोयव अयादेशः खलु विंश इति एव भवति खलु अयादेशः खलु अयादेशः खलु विंशय तत्रापि विंशय इति भवति न तु विंशयति परन्तु अतौ गुणे इत्यस्य प्रसक्तिः नास्ति अत्र विंशय सत्यम् इति गुणवर्णः इति सूच्यते सत्यम् इका इति सत्यं विंशय इति विंशय न तु विंश्य सत्यं सत्यम् विंशय इति अनिष्ट तदापि अनिष्टरूपमेव परन्तु अतो गुणे इत्यनेन न आम् अतो गुण इत्यनेन न भवितुमर्हति तत्र किमर्थमिति इतोपि तत्र किम् उक्तम् अजः परस्मिन् पूर्वविधौ इत्यनेन अजादेशः एकः वर्णः स्वीकुर्मः, एकः वर्णः अस्ति चेत् तत् तस्य कार्यं भवति एव इति दृष्टवन्तः खलु पूर्वम्, इदानीमेव उपरि यकार अकारयोः. अतपरस्मिन् पूर्वविधौ सूत्रस्य अप्लिकेशन् कान्स्टण्ट्लि स्लिप्स् द मैण्ड् तत्र मम कृते तु तत् कथा इत्यस्य उदाहरणमेव सर्वदा तत्र एव सम्यक् तदेव सम्यक् आसीत् अत्र वर्णद्वयम् अस्ति चेत् अचः परस्मिन् पूर्वविधौ इत्यनेन अजादेशः न भवति, तत् स्पष्टमस्ति. अत्र सूत्रस्य क्लेशः एव, तत् अतो गुणे न भवति तावदेव. विंश इति यचयव इत्येव भवति सत्यं. विंशय गुणः गुणः आद्गुणः अनन्तरं यचयवयावः सत्यं. कोऽपि अन्यसूत्रम् अस्ति वा विंशि अकार इकार पूर्व पूर्व पररूपादेश पूर्वरूपादेश इति वा? नास्ति खलु, कोऽपि नास्ति खलु, किमपि नास्ति नास्ति न भवति आकार इकारमेव पररूपमेव इष्टरूपम् अतो गुण बट् विंश्य इत्यपि अनिष्टरूपमेव. आम् विंशय इति विंशि इति न भवितुमर्हति इदानीम् अकार इकारयोः एकारः एकार अकारयोः अय इति आदेशः विंशय इति अनिष्टरूपं भवति तत्र अतो गुणे. तत्र किमर्थं ते प्रदर्शयितुम् इष्टवन्तः इत्युक्ते तो गुणे यदा तकार इकारयोः स्थाने अपि तस्य अच प्रसक्तिः तदा न इत्युक्ते किम् अचपरस्मिन् पूर्वविधौ इत्यस्य प्रसङ्गः न भवति, केवलम् इकारः स्वीकुर्मः तदापि तस्य प्रसक्तिः न भवति इति प्रदर्शयितुम् इष्टवन्तः. पूर्वं विंशयोग अकार अत्र अतो गुणे इत्यस्य पूर्वपरयोः तत्र सम्यक् परन्तु एतत् सूत्रं किं यस्य हलः इति वा न भाष्यकारः कुत्र एतत् सर्वं वदति? तत्र तत्र अनेकाचिति अचपरस्पूर्वविद इत्यस्मिन् एक एव अजादेशः एव करणीयम्. अचुवर्णस्य एक एव अचुवर्णस्य आदेशः एव स्वीकर्तव्यं, न तु अच्युक्तः वर्णः अथवा अच्युक्त अचुवर्णः न स्वीकर्तव्यम् इति. हि इत्यस्मिन् अच्युक्तः वर्णः अस्ति तर्हि तत् न स्वीकर्तव्यम् इति अस्ति इदानीं. तत्रैव महाभाष्ये एव पश्यामः उदाहरणमस्ति. पुनः लोकवचनसामग्र्यादनम् एतद् उदाहरणं प्रदर्शितं वा इति पश्यामि. तत्र सूत्रं इत्यस्मिन् आम् महाभाष्यवाक्यमस्ति परन्तु उदाहरणं तु न प्रदर्शितम्. विंश इति शब्दस्य खलु विंश द्वाभ्यां द्वाभ्याम् इत्यत्र स्थानिवद्भावात् दीर्घं भवति तद् नास्ति. कारलोपः विंश इति शब्दः अस्ति वा इति चेत् तत्र तत्र सम्यक् सूत्रं संशयते असिद्धवत् अत्राभात् अस्तु. बहिरङ्गम् असिद्धम् इति किमपि अन्यत्र कथम् बहु किमपि अस्ति परन्तु यद्वयं इच्छामः तत्तु नास्ति. गुरुसंज्ञा विंशते श्लोक अस्तु प्राप्तं. कश्च अत्र विशेषः हल् च हल् चोरादेशः हल च ओरादेशः स्थानिवदिति चेत् विंशते लोपः लोपे एकादेशः विंशतेः इति लोपे एकादेशः हल हलचोरो चोरादेशः किम् उक्तं चोरादेशः इत्युक्ते स्थानिवदिति चेत् विंशतेः हल् अचोः आदेशः स्थानिवद् इति चेत् विंशतेः इति लोपे एकादेशः वक्तव्यः विंशकं विंशं शतं विंशः स्थूलादीनां यणादिलोप लोपे अवादेशः ओ तद् अग्रिम उदाहरणं वा अस्तु तावदेव इत्यस्य कृते पठितवती वा आम् 157 प्रायः महोदयेन तत्र तत्र कृतं किं भवति इति प्रायः तेन न चिन्तितवान् प्रायः कारणं न भवति भवति वयं जानीमः अनिष्टरूपं भवति इति विंशय इति खलु विंशकं विंशं शतं विंशः स्थूलादिनम् अस्तु यणादि यणादिलोप लोपे अवादेशः अस्तु अत्र एव पश्यामः तत्तु स्पष्टम् अस्ति खलु एतद् न अभवत् अपि च तत्र यकारस्य लोपः भवितुमर्हति खलु विंश इति भवितुमर्हति भो भगो अगो अपूर्वस्य योषित यकारस्य लोपः भवति विंशा इति भवति अनिष्टरूपं विंश अथवा विंश इति रूपं भवितुमर्हति विंश अथवा विंशय इति भवति विंशय इति रूपम् अनिष्टरूपम् अनिष्टरूपम् अस्तु इतोपि एकम् उदाहरणमस्ति खलु तदपि पठामः महोदय भवानेव पठितवान् वा आम् आम् द्वितीय उदाहरणं पठनीयं वा अन्यत् उदाहरणं स्थूलदूर इव रस्व क्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः इत्यनेन स्थूलदूर इव रस्व क्षिप्रक्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ट इमन् इयत् इत्येतेषु पत्येषु परेषु पूर्वस्य च गुणः भवति इति अस्ति. स्थूलयुग इष्टम् इत्यनेन स्थूलदूर इव रस्व क्षिप्र क्षुद्राणां यणादिपरं पूर्वस्य च गुणः इत्यनेन यणादिः लुप्यते. यणादिः इत्युक्ते तत्र यणादि इत्युक्ते लकारः ल ल अनन्तरं यदादि अस्ति यण् तत्र लोपः भवति ल इत्यस्य एव भवति. यण् इत्युक्ते यण् प्रत्यारत्ववर्णः यणादिपरं तन् सर्वं लुप्यते अतः लकारस्य लोपः स्तू एव भवति. स्तूयोग इष्टन् इदानीं तत्र गुणः भवति तत्र अत्र अनेन पूर्वस्य च गुणः इत्युक्ते न स्थो इति भवति. स्थोयोग इष्टः स्थविष्टः इति अस्तु स्थविष्टस्थविरो ध्रुवः इति विष्णुसहस्रनाम स्थूल इष्टं स्थविष्टः अनेन एव लोपः अपि भवति अनेन एव गुणः अपि भवति. स्थूलतमः इति स्थूलतम इत्युक्ते स्थविष्टः स्थविष्टस्थविरो ध्रुवः. अग्रे अत्र अजादेशत्वं ल शब्दलोपे स्वीकृते स्वीक्रियते चेत् अस्तु ल इत्यस्मिन् लकारः अकारः अस्ति तर्हि चेत् स्थानिवद्भावः भवति. तर्हि स्थोयोग इष्टः गुणादेशः तु भवति स्थूलदूर इव रस्व क्षिप्रशुद्राणां यणादिपरं पूर्वस्य च गुणः इत्यनेन सूत्रेण भवति इति अस्ति. तत्र सूत्रेण एव भवति स्थो इति परन्तु स्थोयोग इष्टः अधुना स्थानिवद्भावः भवति ल इति एकादेशस्य अतः स्थो योग ल योग इष्ट अथवा स्थो योग अ इति इष्ट यथा अस्माभिः दृष्टं पूर्वं तत्र स्तोयोग अथवा स्तोयोग लयोगयिष्टः यचोयवाय तत्र यचो इत्यस्य कार्यं न भवति अतः स्तविष्टः इति रूपं न लभ्यते अतः यत्र एकमेव अचुवर्णं त्यक्त्वा वर्णद्वयमस्ति तत्र अशपरस्मिन् पूर्वोहितौ इत्यनेन अजादेशः च तानिवद्भावश्च न स्वीकर्तव्यः इति तत्र भाष्यकारैः प्रदर्शितम् अत्र उदाहरणद्वयेन न स्वीकर्तव्यं चेत् क्लेशः नास्ति, स्वीकर्तव्यं चेदेव भ्रमः भवति खलु. स्वीकर्तव्यं सत्यं तत्र न स्वीकर्तव्यं, स्वीकर्तव्यं न स्वीकर्तव्यं खलु अत्र तत्र तत्र अल् एक अचुवर्णं एक अचुवर्णमेव स्वीकर्तव्यं न तु अनेकात् अथवा अनेकाल् अस्ति चेत् अचपुरस्मिन् पूर्वविधौ इत्यस्य कार्यमेव नास्ति चेत् तत्र क्लेशः एव नास्ति, सरलं भवति एव, तस्य कार्यं न भवति. अतः वयं जानीमः तत्र अत्र पूर्वं वयं दृष्टवन्तः लाघवं लाघव भवति अन्यत्र तत्र क्लेशः तत्र सत्यं क्लेशः सत्यं सत्यं सत्यं. धन्यवादः महोदय. अरुणा भगिनी अवगतं वा? बहु किमपि चिन्तितं भाष्यकारः. आं तद् भाष्यम् आं सत्यं तत्र बहु किमपि अस्ति सत्यम्. आम् अरुणा भगिनी भवती पठति वा? आहत्य यस्य हलः इति सूत्रेण आर्धधातुकप्रत्यये परे हल् उत्तरस्य या शब्देश लोपो न नास्ति अपि तु यकारस्य एव, तदा अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्वकारलोपो भवति आर्धधातुकप्रत्यये परे. अनेन च अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशस्थानिवद् भवति, यस्मात् लेलिख्य इष्यति इति स्थले अनिष्टरूपकार्यं न भवति, इष्टं रूपं च लेलिखिष्यते जायते. तारांशमस्ति इति मन्ये. यस्य हलः इति सूत्रेण आर्धधातुकप्रत्यये परे हल् उत्तरस्य यशब्दस्य लोपो न भवति, केवलं यकारस्य एव लोपो भवति. केन सूत्रेण? अतो लोपः इति सूत्रेण अदन्ताङ्गस्य ह्रस्वकारलोपो भवति. तदनन्तरम् अतः परस्मिन् पूर्वविधौ वदति अत्र स्थानिवत् आदेशः स्थानिवत् भवति, तस्मात् गुणनिषेध पगन्तलोपदस्य इत्यनेन कारगुणं न भवति, लेलिख्य इष्यति लेलिख्यति लेलिख्यति इति रूपं भवति. समीचीनं, तदेव. अतः तत्र यकार या शब्दः इति न स्वीकर्तव्यः, केवलं यकारः एव. तत्र अतोलोपः इत्यस्य अपि कार्यं भवति, अनेन तत्र पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवत् भवति इति स्वीकृत्वा अनिष्टगुणकार्यं न भवति, इष्टरूपमेव भवति. लेलिखितव्य इत्येव भवति. आं भगिनि, अग्रे अपि मातृभिः उक्तं यत् भाष्यकारस्य अन्यः मार्गः अस्ति एव यत् यस्य हलः इति न. तत् समाप्तं खलु? नो भगिनि, स्थूल अत्र मातृभिः आहत्य अनन्तरं मातृभिः उक्तं यत् भाष्यकारस्य अन्यः मार्गः अस्ति एवं यत् यस्य हलैतनेन या शब्दस्य एव लोपो कृत्वा अतः परस्मै पूर्वविधस्थाने भवती बहु पूर्वं पठति, इदानीं तत्सर्वं समाप्तं खलु. तत्सर्वं समाप्य अन्ते सेवेन्त् पायिण्ट् यङ् लुङन्तधातूनां तव्यत्वं सृजन्तरूपस्थिति अत्र ओके यङ्गन्तधातूनां लुट् लकारस्य रूपसिद्धिः सर्वे यङ् लुगन्तधातवः अनेकाचः तस्मात् अनन्तरं टुवर्ड्स् द एण्ड् सेवेन्त् पायिण्ट् इति अस्ति यङ् लुगन्तधातूनां तव्यत् तुमुन् त्रिजन्तरूपसिद्धिः सेवेन् मम करपत्रे नास्ति टुवर्ड्स् द एण्ड् इति भवेत् आल्मोस्ट् एण्ड् ऐ डोण्ट् सी दट् भगिनि केवलम् अतोलोप इति च इति सूत्रम् अतोलोप इति च इति सूत्रमस्ति एतत् स्थूल दूर अतोलोप इति च इति यगन्तानाम् तत्र एव नास्ति वा पृच्छते भगिनि टुवर्ड्स् द एण्ड् पश्यतु प्रायः उषा भगिनी भवती पश्यति वा सेवेन्त् पायिण्ट् इति पश्यतु भगिनि तदेव मम धातूनां लुट् लकारस्य रूपसिद्धिः एव अहं पश्यामि न न अनन्तरं तव्यत्वमुन् त्रिजन्तरूपसिद्धिः यङ् लुगन्तधातूनां तव्यत् तुमुन् त्रिजन्तरूपसिद्धिः आकारान्तधातुः दाता योगः इतव्य दादितव्य आतोलोप इति च आकारान्तस्य अङ्गस्य आकारस्य लोपः भवति अजादि आर्धधातुके कितिङिति प्रत्ययपरे आर्धधातुके इटि परे च ओके धातायोग दातायोगः इतव्य आकारान्तस्य अङ्गस्य आकारान्तस्य दाता आकारस्य लोपः भवति सो दाद् योगः इतव्य धातितव्य ओके ओके अजादि आर्धधातुके कितिङिति इतव्य आर्धधातुके अजादि अपि अस्ति अजादि आर्धधातुके कितिङिति प्रत्ययः ओके आर्धधातुके इटि परे च देट् ऐ डिड् नाट् फालो एनिवे इटि इट् इति अस्ति चेत् अपि इति ओके इट् इति अस्ति चेत् आतः लोपः इति सप्तमी एकवचनं च इति अव्ययम् असिद्धवत् अत्राबात् इत्यस्य अधिकारे अस्ति इट् अजात् अजादि आर्धधातुके ङिति च अकारान्त अङ्गस्य लोपः भवति इटि इति पपीत स्थित अस्ति चेत् अपि इडागमः अस्ति चेत् इति सो इटि इति सप्तमी एकवचनं खलु इटि इति विशेषणं वार्धधातुके परे इति परे च इति क्रीडागम् अजादि आर्धधातुके कितिङ् इति प्रत्यये परे अपि च आर्धधातुके इट आगमः खलु इडागमः अनिट् धातुके अपि तत्र सर्वत्र इति अस्ति तादृश आर्धधातुके इति परे च आर्धधातुके इति अपि सप्तमी इति कीदृश आर्धधातुके इति आर्धधातुके एव इति वा अजादि तत्र आर्धातुके निति प्रत्ययपरे अपि च आर्धातुके इति प्रत्ययपरे इडादि इडागमयोग्य आर्धातुके किमर्थं अनिट् अनिट् आर्धातुके अपि च इट् आर्धातुके तादृश तत्र लोपः न भवति इति आकारान्त अङ्गस्य आकारलोपः अनिट् आर्धधातुके न भवति इति आर्धधातुके एव अजादि अजादि अजादस्य चेत् तत्र गुण तत्र ईडागमनं भवति एव भवति एव खलु किमर्थं तादृशं दत्तम् इति परे इति पूर्णतया किमर्थं न दत्तं सूत्रमत्र अत्र दत्तव्यं इह इह असि इति आर्धधातुके इति त्रयाणां प्रकृत्वात् विशेषणविशेष्यभावे च दत्तमस्ति काशिका इति पपीत किति इति किति निति आर्धधातुके अचि निति आर्धधातुके इति तत्र विशेषणत्रयमस्ति अजादेः आर्धधातुकयोः ङित् ङित् इतोः परयोः अतोलोपः स्यात् एतदेव सम्यक् अस्ति अजादेः आर्धधातुकयोः ङित् इतोः परयोः अतोलोपः स्यात् तत्र अजादि आर्धातुक अस्ति चेत् ङित् ङित् भवेत् परयोः तत्र नित् भवेत् अन्यथा इडा इति योग्य आर्धातुकः भवेत् इति वा तादृशं वा प्रायः उदाहरणं पश्यामः तदा प्रायः स्पष्टं भवति प्रथमं पठतु भगिनि किम् अस्ति दाधायोगः अस्तु भगिनि दातायोगः इतुं दातायोगः आकारस्य लोपः आतोलोप इति च सो दादितुं दादितुं दादितुं दातायोगः इतृ सो दातायोगः इतृ सो हियर् अत्रापि आकारस्य लोपः भवति परन्तु अजादि आर्धदादिके इति वयं स्वीकर्तव्यं वा अतः इटि परे इति बिकास् तव्य इडागम दृश्यते तव्य तुम्मुन् इत्यस्य कृते सो दाता आर्धदादिक इटि परे इति वयं स्वीकुर्मः चेत् दाद् योगः इतृ दादितृ इति दा प्रातिपदिकं दादिता अथवा दादित्री अनन्तरं दादितृ तत्र अकारान्तम् अङ्गमस्ति दादा इति अकारलोपः अजादि आर्धधातुके ङिति अथवा ङिति परे एव भवितुम् अर्हति खलु अतः अत्र तु आर्धधातुकप्रत्ययः तुमुन् तृच् इति अजादिः अस्ति एतद् यद् आर्धधातुकप्रत्ययः तद् इट् इट् भवेत् इट् अस्ति यत्किमपि अजादि आर्धधातुकः यत्किमपि इति न अजादि आर्धधातुके इति परे तत्र विशेषणविशेष्यभावः आर्धधातुके इति परे तत्र विशेषणविशेष्यभावः अतः निमित्तद्वयम् निमित्तद्वयम् अत्र आर्धधातुके इति परे एव इति परे अवगतम् अस्तु भगिनि अस्तु इकारान्तधातुः अग्रे पठामि वा आं तदेव करोतु अनन्तरम् अग्रिमसप्ताहे शोश्री इकारान्तधातुः शोश्री योगः ईतव्य सो शो श्र ईतव्य तव्य शो श्र इकारान्तधातुः सो अङ्गस्य आकारस्य लोपः भवति अत्र आकारस्य प्रसक्तिः नास्ति शोश्रीयोगः ईतव्य श्रीयोगः ईतव्य शोश्री पुगन्त लघु नाट् पुगन्त सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः शोश्रे योगः ईतव्य शोश्रे एचोयवायावः शोश्रयितव्य ओके अस्तु शोश्रयितव्य सो एवमेव शोश्रयितुं शोश्रयितृ अस्तु तत्रापि गुणः अस्ति एव गुणः भवति वारान्त आरभ्य प्रायः अग्रिमसप्ताहे कुर्मः तेन अयं पाठः तु समाप्तः भवति वयमेकवारं तस्य पूर्णतया पुनरवलोकनं कुर्मः तत्र आदौ किम् आसीत् इति विस्मृतं जातम् अतः कुत्र कुत्र तव्यत् मुन्त्रच् इति तत्र नियमः एकवारं दृष्ट्वा अग्रिमपाठं प्रति गच्छामः ऐ थिङ्क् फुल् क्लास् वि विल् टेक् टु रिवैस् सो तस्मात् अनन्तरमेव नूतनपाठस्य आरम्भं कुर्मः समीचीनं वा धन्यवादः धन्यवादः धन्यवादः